उणादिकोशः चतुर्थः पादः अज्यतिभ्यां च पादे च असि पणायो रुडाय लुकौ च असि पणायोः रुडाय लुकौ च असि पणायोः रुडाय लुकौ च असि पणायोः रुडाय लुकौ च असि पणायो रुडाय लुकौ च असि पणायो रुडाय लुकौ च असि पणायो रुडाय लुकौ च असि पणायोः रुडाय लुकौ च असि पणायोः रुडाय लुकौ च असि पणायोः रुडाय लुकौ च असि पणायो रुडाय लुकौ च असि पणायो रुडौल असि पणायो रुडाय लुकौ च वातेर्डिच्च प्रे हरते हे कूपे प्रे हरते हे कूपे नौ व्योय लोपः पूर्वस्य च दीर्घः नौ व्योय लोपः पूर्वस्य च दीर्घः नौ व्योय लोपः पूर्वस्य च दीर्घः नौ व्योय लोपः पूर्वस्य च दीर्घः नौ व्योय लोपः पूर्वस्य च दीर्घः नौ व्योय लोपः पूर्वस्य च दीर्घः नौ व्यः या लोपः पूर्वस्य च दीर्घः नौ व्यः या लोपः पूर्वस्य च दीर्घः नौ व्यः या लोपः पूर्वस्य च दीर्घः नौ व्योय लोपः पूर्वस्य च दीर्घः नौ व्योय लोपः पूर्वस्य च दीर्घः समाने ख्यः स चोदात्तः समाने ख्यः स चोदात्तः समाने ख्यः स चोदात्तः समाने ख्यः स चोदात्तः समाने ख्यः स चोदात्तः समाने ख्यः सः च उदात्तः समाने ख्यः सः च उदात्तः समाने ख्यः सः च उदात्तः समाने ख्यः सः च उदात्तः समाने ख्यः सः च उदात्तः समाने ख्यः सः च उदात्तः अङ्गी श्री हनिभ्यां ह्रस्वश्च खनि कश्य खनि खश्या अंजी असी वसी वनी सनी ध्वनि ग्रंथि चरि भ्यश्च खनि कश्यज्यनि खनि कश्यज्यनि खनि कश्यज्यनि वसी वनि सनि ध्वनि वनि सनि ध्वनि ग्रंथि चरिभ्यश्च ग्रंथि चरिभ्यश्च खनि कश्यज्यनि वसि वनि सनि ध्वनि ग्रंथि चरिभ्यश्च खनि कश्यज्यनि खनि कश्यज्यनि वसि वनि सनि ध्वनि ग्रंथि चरिभ्यश्च खनि कश्यज्यनि खनि कश्यज्यसि खनि कश्यज्यसि वनि वनि सनि ध्वनि वनि सनि ध्वनि ग्रंथि चरिभ्यश्च खनि कश्यज्यसि वसि वनि सनि ध्वनि ग्रंथि चरिभ्यश्च वृतेश्छन्दसि वृतेश्छन्दसि वृतेश्छन्दसि वृतेः छन्दसि वृतेः छन्दसि वृतेः छन्दसि भुजेः किच्च भुजेः किच्च भुजेः कितच्च भुजेः कितच्च क्रु ग्रु सृ पृ कुटि भिदि छिदिभ्यश्च क्रु ग्रु सृ पृ कुटि भिदि छिदिभ्यश्च क्रु ग्रु सृ पृ कुटि छिदिभ्यश्च क्रु ग्रु सृ पृ कुटि छिदिभ्यश्च क्रु ग्रु सृ पृ कुटि छिदि भिदि छिदिभ्यश्च क्रु ग्रु सृ पृ कुटि भिदि छिदिभ्यश्च क्रु ग्रु सृ पृ कुटि भिदि छिदिभ्यश्च क्रु ग्रु सृ पृ कुटि भिदि छिदिभ्यश्च क्रु ग्रु सृ पु कुटि भिदि छिदिभ्यश्च कुंठि कं योर्नलोपश्च कुंठि कं योर्नलोपश्च कुंठि कं योर्नलोपश्च कुंठि कम्योः न लोपः च कुंठि कम्योः न लोपः च कुंठि कम्योः न लोपः च कुंठि कम्योर्नलोपश्च कुंठि कम्योर्नलोपश्च कुंठि कम्योर्नलोपश्च सर्वधातुभ्यो मनिन् सर्वधातुभ्यो मनिन् सर्वधातुभ्यां मनिन् सर्वधातुभ्यां मनिन् सर्वधातुभ्यां मनिन् सर्वधातुभ्यः मनिन् सर्वधातुभ्यः मनिन् सर्वधातुभ्यः मनिन् सर्वधातुभ्यो मनिन् सर्वधातुभ्यो मनिन् ब्रह्मेर्नोच्च ब्रह्मेर्नो अच्च ब्रह्मेर्नो अच्च ब्रह्मेर्नो अच्च ब्रह्मेर्नो अच्च ब्रह्मेर्नो अच्च ब्रह्मेर्नो अच्च ब्रह्मेर्नो अच्च ब्रह्मेहे नः अतच ब्रह्मेहे नः अतच ब्रह्मेहे नः अतच ब्रह्मेहे नः अतच ब्रह्मेहे नः अतच ब्रह्मेहे नः अतच ब्रह्मेहे नः अतच असि सिकिभ्यां छन्दसि असि सिकिभ्यां छन्दसि असि सिकिभ्यां छन्दसि असि सिकिभ्यां छन्दसि असि सिकिभ्यां छन्दसि असि सिकिभ्यां छन्दसि असि सिकिभ्यां छन्दसि असि सिकिभ्यां छन्दसि असि सिकिभ्यां छन्दसि असि सिकिभ्यां छन्दसि हृ भृ धृ सृ स्तृ स्तृभ्य यमनिच् हृ भृ धृ सृ स्तृ स्तृभ्य यमनिच् हृ भृ धृ सृ स्तृ स्तृभ्य यमनिच् हृ भृ धृ सृ स्तृ स्तृभ्य यमनिच् हृ भृ धृ सृ स्तृ स्तृभ्य यमनिच् हृ भृ धृ सृ स्तृ स्तृभ्य यमनिच् हृ भृ धृ सृ स्तृ स्तृभ्य यमनिच् हृ भृ धृ सृ स्तृ सृभ्य यमनिच् हृ भृ धृ सृ स्तृ सृभ्य यमनिच् जनि मृङ्भ्यां यमनिच् जनि मृङ्भ्यां यमनिच् जनि मृङ्भ्यां यमनिच् जनि मृङ्भ्यां यमनिच् जनि मृङ्भ्यां यमनिच् वेयः सर्वत्र व्ययः सर्वत्र व्ययः सर्वत्र व्ययः सर्वत्र व्ययः सर्वत्र व्ययः सर्वत्र नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् मिथुने मनिः मिथुने मनिः मिथुने मनिः मिथुने मनिः मिथुने मनिः मिथुने मनिः मिथुने मनिः मिथुने मनिः सातिभ्यां मनिन् मनिर्णौ सातिभ्यां मनिन् मनिर्णौ सातिभ्यां मनिन् मनिर्णौ सातिभ्यां मनिन् मनिर्णौ सातिभ्यां मनिन् मनिर्णौ सातिभ्यां मनिन् मनिर्णौ सातिभ्यां मनिन् मनिर्णौ सातिभ्यां मनिन् मनिर्णौ सातिभ्यां मनिन् मनिर्णौ सातिभ्यां मनिन् मनिर्णौ हनि मसिभ्यां सिकन् हनि मसिभ्यां सिकन् हनि मसिभ्यां सिकन् हनि मसिभ्यां सिकन् हनि मसिभ्यां सिकन् हनि मसिभ्यां सिकन् हनि मसिभ्यां सिकन् हनि मसिभ्यां सिकन् कोरन् कोरन् कोरन् कोरन् कोरन् कोरन् गिर उडच् गिर उडच् गिर उडच् गिरह उडच् गिरह उडच् गिरह उडच् गिर उडच् इन्दे हे कमिन् नलोपश्च इन्दे हे कमिन् नलोपश्च इन्दे हे कमिन् नलोपः च इन्दे हे कमिन् नलोपश्च इन्दे हे कमिन् नलोपश्च कण्टिन्यू